पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 94 नारद उवाच कार्तिकव्रतिनां पुंसां नियमाये प्रकीर्तिताः तान् शृणुष्व मया राजन् कथ्यमानान् समं ततः सर्वामिषाणि मांसानि क्षौद्रं सौवीरकं तथा राजमाशादिकं चापि नैवाद्यात् कार्तिकव्रती द्विदलं तिलतैलं च तथा न मश्रुदूषितं भावदुष्टं शब्ददुष्टं वर्जयेत् कार्तिकव्रती परान्नं च परद्रोहं परधारागमं तथा तीर्थे प्रतिग्रहं नापि गृह्णीयात् कार्तिकव्रति देवदेवद्विजानां च गुरोश्च व्रतिनस्तथा स्त्रीराजमहदां निन्दां वर्जयेत् कार्तिके व्रति प्राण्यङ्गमामिषं चूर्णं फले जम्बीरमामिषं धान्ये मसूरिका प्रोक्ता चान्नं पर्युषितं तथा अजागो महिषी क्षीरादन्यदुग्धादिचामिषं द्विचक्रीता रसा सर्वे लवणं भूमिजं तथा ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम् आत्मार्थं पाचितं चान्नमामिषं तस्मृतं बुधैः ब्रह्मचर्यमधत्सुप्तिः पत्रावल्यां च भोजनं चतुर्थकाले भुञ्जीत कुर्यादेवं सदा व्रति नरकस्य चतुर्दश्यां तैलाभ्यङ्गं च कारयेद् अन्यत्र कार्तिकस्नायि तैलाभ्यङ्गं न कारयेद् पलाण्डुं लशुनं शिग्रुश्चत्राकं गृञ्जनं तथा नालिकां मूलकं इङ्गुं वर्जयेत् कार्तिकव्रती अलाभुं चापि वृन्ताकं कूष्माण्डं बृहदीफलं श्लेष्मातकं कपिद्धं च वर्जयेद्वैष्णवव्रती रजस्वलान्त्यजम्लेच्च पदिदव्रात्यकैः सह द्विजादिवेदबाह्यैश्च न वदेत् कार्तिकव्रती स्वभिर्दृष्टं च काकैश्च सूत्रकान्नं च वर्जयेद् द्विपाचितं च दग्धान्नं वर्जयेत् कार्तिकव्रती तिलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनं कार्तिके वर्जयेद्यस्तु परिपूर्णव्रती भवेद् एतानि वर्जयेन्नित्यं व्रती सर्वव्रतेष्वपि कृच्छ्राद्यं चापि कुर्वीद स्वशक्रिया विष्णुतुष्टये क्रमात् कूष्माण्डवृन्ताकं बृहदीमूलकं तथा श्रीफलं च कलिङ्गं च फलं धात्रीभवं तथा नारिकेरं महालाभुं पटोलं वदरीफलं चर्म वैकतकं चापि विश्वं वै कट्फलं तथा शाकान्येतानि वर्ज्यानि क्रमात् प्रतिपदादिषु धात्रीफलं रवौ तद्वद्वर्जयेत् सर्वदा गृही येभ्योऽपि वर्जयेत् किञ्चिद्यद्विष्णुः प्रीतये नरः तत्पुनर्ब्राह्मणे दत्त्वा भक्षयेत्सर्वदैव हि एवमेव हि मा केऽपि कुर्याद्वै नियमान् व्रदि हरिजागरणं तत्र विधिप्रोक्तं च कारयेद् यथोक्तकारिणं दृष्ट्वा कार्तिकव्रतिनं नरं यमदूताः पलायन्ते गजासिंहार्दिदा यथा वरं विष्णुव्रतं ह्येदत् अथ यज्ञशताधिकं यज्ञकृत्प्राप्नुयात् स्वर्गं वैकुण्ठं कार्तिकव्रती भुक्तिमुक्तिप्रदानीह यानि क्षेत्राणि भूतले वसन्ति तानि तद्गेहे कार्तिकव्रतकारिणः दुःस्वप्नं दुष्कृतं किञ्चिन्मनोवाकाय कर्मजं कार्तिकव्रतिनं दृष्ट्वा विलयं यान्ति तत्क्षणाद् कार्तिकव्रतिनः पुंसो विष्णुवाक्यप्रणोदिताः रक्षां कुर्वन्ति शक्राद्या राज्ञो वै किङ्करा यथा विष्णुव्रतकराः नित्यं यत्र तिष्ठन्ति पूजिताः ग्रहभूतपिशाचाद्या नैव तिष्ठन्ति तत्र वै कार्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः न समर्थो भवेद्वक्तुं ब्रह्मापीह चतुर्मुखः विष्णुप्रियं सकलकल्मषनाशनं च सर्वत्र पुत्र धनधान्यसमृद्धिकारी ऊर्जे व्रतं सनियमं कुरुदे मनुष्य किं तस्य तीर्थपरिशीलनसेवया च इति श्री पद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामा संवादे नियमवर्णनो नाम चतुर्नवतितमोऽध्यायः ॐ